तर्हि सर्वेषाम् अस्माकं नूतनन्यायवर्गे सर्वेषां स्वागतम्। तत्र वयम् इदानीम् उद्देशविधेयभावः इत्यस्मिन् प्रसङ्गे स्मः। तत्र तु गतसप्ताहे वयम् उद्देशविधेयभावः इत्युक्ते किम् अपि च विशेषणविशेष्यभावः उद्देशविधेयभावः तयोः मध्ये भेदः कः इत्यपि दृष्टवन्तः। इत्युक्ते अत्र विशेषविशेषणभावः अस्ति, विशेषणविशेष्यभावः अस्ति, अत्र बृहत् समूहः अस्ति, कश्चन पुरुषः वा अथवा काचन महिला वा यः कोऽपि भवतु, तत्र एकः वस्तु वयं तत्र बृहत् समूहात् तत्र पृथक् करणीयम् इति अस्ति चेत् वस्तुना तत्र विशेषणविशेष्यभावः इति इत्यस्य प्रसङ्गः। यत्र तादृशविवक्षा नास्ति, यत्र एकम् उद्दिश्य कश्चन भावः अथवा धर्मः इति आरोपयामः, तत्र उद्देशविधेयभावः इत्युक्ते उद्देशविधेयभावप्रसङ्गे तत्र व्यावर्तीकरणम् अथवा पृथक्करणम् इति तादृश विवक्षा नास्ति। तत्र एकस्मिन् वस्तौ कश्चन धर्मः अथवा भावः इति आरोप्यते इति तदेव विधेयः इति भवति इति यदा भवति तादृशेषु प्रसङ्गेषु उद्देशविधेयभावः इति वदामः इति वयं दृष्टवन्तः। तर्हि एकमेव प्रश्नं भगिनी, तत्र आरोपयामः कल्प्यते इति एतादृशानि पदाः दत्तः, तत्र उन्नतः वृक्षः इत्यस्मिन् सन्दर्भे तत्र औन्नत्यं तस्मिन् अस्ति, अस्माभिः यथा रज्ज्वां सर्पम् आरोपयामः तादृशम् अत्र नास्ति, वस्तुतः औन्नत्यम् अस्ति तस्मिन्, किमर्थम् आरोपयति कल्पयति इति पदप्रयोगः इति। हा, इत्युक्ते एषः अथवा एषा महिला मम मित्रम् इति यदा वदामः चेदपि तत्रापि तादृशमस्ति खलु, इत्युक्ते मित्रत्वं तु महिलायाम् अस्ति एव अथवा औन्नत्यं तु वृक्षे अस्ति, परन्तु अत्र बहवः इत्युक्ते पृथक्करणम् इति नास्ति खलु, तस्मिन् केवलं तद् सः धर्मः इदानीम् आरोप्यते केवलं तत्र व्यक्तीकरणार्थम्, इत्युक्ते तत्र या महिला मम पुरतः अस्ति सा मम मित्रम् इति तादृशव्यक्तीकरणार्थमेव, परन्तु तत्र बह्व्यः महिलाः सन्ति, तेषु महिलासु एका मम मित्रम् इति तत्र तादृशपृथक्करणं नास्ति खलु। तत् सत्यं, तत्र उद्देश्यविधेयभावः पृथक्करणार्थं यदा कदापि न उपयोगं कुर्मः इति मया सम्यक् अवगतम्। इदानीं प्रश्नः किमर्थम् आरोपयति कल्प्यते इति पदप्रयोगः, तावदेव। तत्र वस्तुतः अस्ति इति कृत्वा तत्र आरोपणं किमपि नास्ति। हा हा, तत्र आरोपणम् इत्युक्ते तत्र नास्ति, परन्तु तस्मिन् स्थापयामः तत् सः धर्मः इत्यर्थे न, केवलं तत्र इदानीं तद् उक्त्वा तादृशधर्मम् उक्त्वा तत्र तस्मिन् इदानीम् इत्युक्ते महिला अस्ति चेत् महिलायाम् बहवः भावाः अथवा धर्माः भवितुम् अर्हति खलु, इदानीं केवलं मित्रत्वम् इति एव वदामः, इत्युक्ते महिलायां तत्र महिलात्वमपि स्यात्, सौन्दर्यं स्यात्, औन्नत्यं स्यात् इति बहवः धर्माः भवितुम् अर्हति अर्हन्ति, परन्तु इदानीं केवलं मित्रत्वम् इति तत्र कल्प्यते, इत्युक्ते मित्रत्वम् इति भावेन एव वयं वदामः इत्यस्मिन् इत्येव विवक्षा अस्ति इति अहं चिन्तयामि अत्र। अस्तु अस्तु अस्तु भगिनि, अस्तु। तर्हि अग्रे सरेम. अग्रे किञ्चित् वस्तुतः व्याकरणरीत्या शास्त्रीयचिन्तनं तत्र पाणिनेः सूत्रम् अनुसृत्य तर्हि किञ्चित् व्याकरणकक्षा इव एव भवति इति मन्ये. तर्हि पठेम. तर्हि भवानेव पठतु महोदय. अस्तु. अत्र किञ्चित् तत्सम्बद्धशास्त्रीयचिन्तनं केचन प्रश्नाः. तत्सम्बद्ध इत्युक्ते उद्देश्य विधेयभाव सम्बद्धशास्त्रीयचिन्तनम् इत्युक्ते इदानीं व्याकरणशास्त्रीयचिन्तनम् इति. हा, इत्युक्ते केवलम् उद्देश्यविधेयभावः इति न, अपि तु कर्मधारयसमासः इत्यपि वयं दृष्टवन्तः खलु तत्र. आमामां, वस्तुतः उद्देश्यविधेयभावः यत्र अस्ति तत्र कर्मधारयसमासः न इति वयं दृष्टवन्तः. आम्, तर्हि तस्य तस्मिन् विषये अपि. तत्पुरुषः समानाधिकरणः कर्मधारयः इति सूत्रमस्ति प्रथमाध्याये द्वितीयपादे द्विचत्वारिंशततमसूत्रम् इति एकमेव कर्मधारयसंज्ञाविधायकं सूत्रम् इत्युक्तम्. अनेन एकेन सूत्रेण नवानामपि प्रकाराणां कर्मधारयसमासानां कर्मधारयसंज्ञा भवति. अस्मिन् सूत्रे च समानाधिकरणः इत्युक्तं नाम याभ्यां पदाभ्यां समस्यते द्वयोः पदयोः सामानादिकरण्यं वर्तते चेत् उत्पन्नस्य समासस्य कर्मधारयसंज्ञा भवति. यत्र विशेषणविशेष्यभावः अस्ति तत्र द्वयोः पदयोः सामानादिकरण्यम् अस्त्येव. कर्मधारयसमासस्य नवसु अपि प्रकारेषु विशेषणविशेष्यभावस्य कश्चन अंशः भवति. तदर्थं समानादिकरण्यम् अपि अस्ति. तदर्थञ्च कर्मधारयसंज्ञा. इदानीं तत्पुरुषः समानादिकरणः कर्मधारयः इति अष्टाध्यायीसूत्रं. तस्मिन् कर्मधारयः इति पदमस्ति. अनेन सूत्रेण कर्मधारयसंज्ञा विधीयते पाणिनिना. किन्तु नवानामपि प्रकाराणां, तत्र पूर्वम् अस्माभिः दृष्टं कर्मधारयसमासः नवप्रकाराः इति. नवानाम् अपि प्रकाराणाम् अनेन सूत्रेण एव कर्मधारयसंज्ञा विधीयते इति अस्ति. अस्मिन् सूत्रे च समानाधिकरणः इत्युक्तं नाम याभ्यां पदाभ्यां समस्यते द्वयोः पदयोः समानाधिकरण्यं वर्तते चेत् उत्पन्नस्य समासस्य कर्मधारयसंज्ञा भवति. कर्मधारयसमासः कर्मधारयः इति समासः इत्युक्ते तत्र ययोः पदयोः मध्ये सामानाधिकरण्यं पदयोः सामानाधिकरण्यं वर्तते चेत् एव तत्र समासा कर्तुम् अर्हति. अनेन कर्मधारयसमासः अपि भवितुमर्हति. तत्रैव कर्मधारयसंज्ञा भवति इत्युक्ते सामानाधिकरण्यं भवेत्. तत्र भगिनी द्वयोः पदयोः इति सप्तमी किल? हा, अत्र द्वयोः पदयोः इति सप्तमी, सत्यं. सामानादिकरण्यं पदयोः वर्तते चेत् तत्र कर्मधारयसंज्ञा भवति इति. यत्र विशेषणविशेष्यभावः अस्ति तत्र द्वयोः पदयोः सामानादिकरण्यम् अस्ति एव. विशेषणविशेष्यभावः अस्ति चेत् ययोः पदयोः मध्ये विशेषणविशेष्यभावः अस्ति इति स्थितौ तयोः पदयोः मध्ये सामानाधिकरण्यम् अस्ति एव. इत्युक्ते विशेषणविशेषभावः अस्ति चेत् सामानाधिकरण्यम् अस्ति एव इति भवति. कर्मधारयसमासस्य नवसु अपि प्रकारेषु विशेषणविशेष्यभावस्य कश्चन अंशः भवति. तदर्थं समानाधिकरण्यम् अपि अस्ति. तदर्थञ्च कर्मधारयसंज्ञा इति. यत्र यत्र कर्मधारयसमासः अस्ति तत्र नव तत् नवप्रकारकाः इति अस्माभिः दृष्टं पूर्वं, तत्र सर्वत्र विशेषणविशेष्यभावः अस्ति. साक्षात् विशेषणविशेष्यभावः अस्ति नास्ति चेदपि तत्र कश्चन अंशः भवत्येव इति कृत्वा, तयोः पदयोः मध्ये समानाधिकरण्यं वर्तते इति कृत्वा तत्र सर्वत्र कर्मधारयसंज्ञा अस्ति इति दत्तमस्ति अस्मिन् परिच्छेदे. अग्रे महोदय. अधुना यत्र उद्देश्यविधेयभावः भवति तत्र कर्मधारयसमासः न भवति इत्युक्तम्. किन्तु यत्र उद्देश्यविधेयभावः भवति तत्र त्वयोः पदयोः सामान्याधिकरण्यं तु इति तु अस्ति. उद्देश्यविधेयभावे सति सामानाधिकरणं भवति चेत् किमर्थम् अत्रापि तत्पुरुषसमानाधिकरण कर्मधारे इति सूत्रेण कर्मधारे समासः न स्यात् इति प्रश्नः. यत्र यत्र उद्देश्यविधेयभावः अस्ति तत्र तत्र कर्मधारे समासः भवति इति न भवति इति पूर्वस्मिन् पाठे अस्माभिः दृष्टम्. यत्र यत्र विशेषणविशेष्यभावः अस्ति तत्र कर्मधारयसमासः भवितुम् अर्हति इति अस्माभिः दृष्टं. किन्तु उद्देश्यविधेयभावः यत्र यत्र अस्ति तत्र तत्र कर्मधारयसमासः न भवति इति उक्तम्. इत्युक्ते उद्देश्यविधेयभावः अपि च कर्मधारयसमासयोः मध्ये व्यापकव्याप्यभावः नास्ति. व्यापकव्याप्यभावः नास्ति, यत्र कुत्रापि नास्ति इति अस्ति. किन्तु तत्र व्याप्यव्यापकभावः इति किमर्थम् आगतं तत्र? एवमेव मया उक्तं, किन्तु व्याप्यव्यापकभावः अस्ति चेत् कथं कार्यं भवति इति. किन्तु अत्र यत्र उद्देश्यविधेयभावः अस्ति तत्र कर्मधारे समासः न भवति एव. तत्तु किञ्चित् विषयान्तरं महोदय, प्रायः भ्रमः भवति इति कृत्वा. अस्तु अस्तु अस्तु, मम स्मरणार्थं तादृशं मया अवगतं. आगच्छति चेत् त्यज अन्येषां कृते प्रायः. अस्तु अस्तु अस्तु. किन्तु यत्र उद्देश्यविधेयभावः अस्ति तत्र द्वयोः पदयोः सामान्याधिकरणम् अस्ति इति तु अस्ति. उद्देश्यविधेयभावः द्वयोः पदयोः मध्ये अस्ति इति स्वीकुर्मश्चेत् तयोः पदयोः मध्ये सामान्याधिकरण्यम् अपि अस्ति इति अस्ति इति कृत्वा उद्देश्यविधेयभावे सति सामान्याधिकरणं भवति चेत्, उद्देश्यविधेयभावः अस्ति चेत् तयोः पदयोः मध्ये सामान्याधिकरणम् अस्ति इति तु अस्ति. सामान्याधिकरण्यम् अस्ति चेत् कर्मधारयसमासः तयोः मध्ये तयोः पदयोः मध्ये भवितुम् अर्हति इति कृत्वा उद्देश्यविधेयभावः अस्ति चेत् किमर्थं कर्मधारयसमासः कर्मधारयसमासः तयोः पदयोः मध्ये न स्यात् इति प्रश्नः उदेति. ए इस् ईक्वल् टु बि, बि इस् ईक्वल् टु सि इत्युक्ते ए इस् ईक्वल् टु सि अपि भवेत्, किन्तु अत्र तादृशं नास्ति इति प्रश्नः उदेति. इत्युक्ते उद्देश्यविधेयभावः यत्र अस्ति तत्र तु सामानाधिकरण्यम् अस्ति. तर्हि सामानाधिकरण्यम् अस्ति चेत् कर्मधारयसंज्ञा भवितुम् अर्हति? न न न, तथा नास्ति. सूत्रमस्ति तत्र तत्पुरुषः सामानाधिकरणः कर्मधारयः इति. तर्हि तत्र सूत्रं दृष्ट्वा वयं वक्तुं अस्मिन् सूत्रे, इत्युक्ते सूत्रं वयम् इदानीं तत्र विस्तरेण न दृष्टवन्तः, परन्तु सूत्रे समानाधिकरणः समानाधिकरणः कर्मधारयः इति अस्ति इति कृत्वा तत्र तादृशप्रश्नः भवेत्. इत्युक्ते अत्र समानाधिकरण्यं तु अस्ति एव, सूत्रं तु समानाधिकरणः कर्मधारयः इति वदति इति कृत्वा किमर्थं तत्र कर्मधारयसमासः न स्यात् इति प्रश्नः भवति. अस्तु अस्तु अस्तु इदानीम् अवगतम्. तत्र सूत्रं दृष्ट्वा तत्र समानाधिकरणः इति पदम् अस्ति इति कृत्वा तादृशं स्वीकर्तुं शक्यते वा, यत्र समानाधिकरण्यमस्ति तयोः मध्ये कर्मधारयसमास कर्तुं शक्यते वा इति प्रश्नः अस्ति. सत्यं. अग्रे महोदय. यज्ञदत्तः आसने उपविष्टः, तत्र आसननिष्ठ अधिकरणतानिरूपित आदेयाश्रयः यज्ञदत्तः इति स्थितिः. अत्र आश्रयः यज्ञदत्तः इत्यनयोः पदयोः कर्मधारयसमासः न भवति इत्युक्तं, किन्तु अनयोः द्वयोः पदयोः समानाधिकरण्यम् इति तु अस्ति. तदाधारेण तत्पुरुषः समानाधिकरणः कर्मधारयः इति सूत्रेण कर्मधारयसमासः भवेत् खलु इति तत्र उदाहरणं पूर्वस्मिन् परिच्छेदस्य उदाहरणं दत्तमस्ति. अस्मिन् परिच्छेदे यज्ञदत्तः आसने उपविष्टः इति स्थितौ तत्र आसननिष्ठ अधिकरणतानिरूपित आधेयताश्रयः यज्ञदत्तः. यज्ञदत्ते आधेयता अस्ति, आसने अधिकरणता अस्ति इति कृत्वा आसननिष्ठ अधिकरणतानिरूपित आदेयाश्रयः यज्ञदत्तः इति स्थितिः. यदा न्यायशैल्यां नैयायिकानां शैल्यां वदामश्चेत् तादृशं वक्तुं शक्नुमः. अत्र आश्रयः इति पदमस्ति, अपि च यज्ञदत्तः इति पदमस्ति. आदेयाश्रयः यज्ञदत्तः इति आश्रयः इति अपि च यज्ञदत्तः इति पदयोः मध्ये कर्मधारयसमासः न भवितुं न भवति इति पूर्वस्मिन् पाठे उक्तम्. अतः एव तत्र समासम् अकृत्वा पृथक् पृथक् स्थापितमस्ति. आदेयाश्रयोज्ञदत्तः इति न दत्तं, किन्तु आदेयाश्रयः यज्ञदत्तः इति दत्तं. किन्तु अनयोः द्वयोः पदयोः समानाधिकरण्यम् इति तु अस्ति. समानाधिकरण्यं तयोः पदयोः मध्ये कथं सिद्ध्यति? प्रायः व्याकरणदृष्ट्या वा द्वयमपि प्रथमा एकवचनं प्रथमाविभक्ति एकवचनम् इति. तत्र समानाधिकरण्यम् इत्युक्ते किं? तत्र समानविभक्तिकत्वम् एकार्थबोधकत्वम् इति समानाधिकरण्यं खलु. तर्हि तत्र समान विभक्तिकत्वम् अपि च इत्युक्ते यतोहि यज्ञदत्ते यज्ञदत्तत्वम् इत्यपि यज्ञदत्ते इति कृत्वा तत्र एकार्थबोधकत्वम् अपि अस्ति, समानविभक्तिकत्वम् अपि अस्ति इति कृत्वा समानाधिकरण्यं तु तत्र अस्ति एव. आम् आम्. तदाधारेण तत्पुरुषसमानाधिकरणकर्मधारयः इति सूत्रेण कर्मधारयसमासः भवेत् खलु, समानाधिकरण्यम् अस्ति इति कृत्वा तत्र कर्मधारयसमासः भवितुम् अर्हति खलु इति पृच्छति. सत्यम्. तर्हि अग्रे सुनील् महोदय, भवान् पठति वा? अत्र किं भवति, कर्मधारयसमासो भवति न वा, सामान्यतत्पुरुषसमासो भवति न वा, बहुव्रीहिसमासो भवति न वा इत्येतादृशप्रश्नः द्वितीयप्रश्नः. आदौ अनयोः पदयोः मध्ये समासः भवति वा इति प्रथमप्रश्नः. तदानीं समासः भवति चेत् स च समासः कीदृशः इति द्वितीयप्रश्नः. द्वयोः पदयोः समासः भवति चेदेव एषः कः समासः इति प्रश्नः उदेति. अथ अत्र यज्ञदत्तः आसने उपविष्टः अथवा अत्र आसननिष्ठ अधिकरणतानिरूपित आधेयताश्रयः यज्ञदत्तः इति तत्र समास कर्मधारयसमासः अस्ति वा इति प्रश्नः. अस्मिन् परिच्छेदे वदति अत्र कर्मधारयः वा समासः अस्ति वा नास्ति वा अथवा अन्यसामान्यतत्पुरुषसमासः अस्ति वा न वा बहुव्रीहिः अस्ति वा न वा इति एतादृशप्रश्नः इदानीं प्रथमः न केवलं द्वितीयप्रश्नः इति. प्रथमप्रश्नः अस्ति, द्वयोः मध्ये समासः भवति वा इति प्रथमप्रश्नः. तदानीमेव कः समासः इति अथवा कीदृशसमासः इति द्रष्टुं शक्नुमः. अत्र द्वयोः पदयोः समासः भवति चेदेव एव कः समासः इति प्रश्नः उदेति. इत्युक्ते प्रथमं तत्र द्वयोः मध्ये समासः भवेत् इत्युक्ते पदद्वयोः मध्ये, तदनन्तरं कीदृशसमासः इति चिन्तनम् आगच्छति. तत्र समासस्य प्रसङ्गः एव नास्ति चेत् किमर्थं तत्र कीदृशसमासः इति प्रश्नः तत्र निरर्थकः भवति खलु इति कृत्वा तत्र प्रथमं समासः भवति वा न वा इति द्रष्टव्यम् इति. अग्रे महोदय. तर्हि आदौ एतयोः पदयोः समासः भवति वा न वा इति द्रष्टव्यं. भवति चेत् सः तत्पुरुषसमासः वा अन्यविधो वा, नाम स च समासः कीदृशः इति प्रश्नः. अधुना कर्मधारसमासः तत्पुरुषस्य कश्चन प्रभेदः. तत् कथं स्वीकृतम् इति चेत्, यः कोऽपि समासः उत्तरपदार्थप्रधानः सः तत्पुरुषस्य कश्चन प्रभेदः एव. कर्मधारसमासः उत्तरपदार्थप्रधानः अतः तत्पुरुषे अन्तर्भूतः. उद्देश्यविधेयभावः यत्र अस्ति तत्र समासः एव न भवति. किमर्थम् इति चेत्, उद्देश्यविधेयभावावन्ययोः पदयोः समासविधायकसूत्रमेव नास्ति. अतः समानाधिकरण्यम् अस्ति चेदपि समासः एव न भवति. तदर्थं स च तदर्थं च कर्मधारसमासे परिगणना नास्ति. अत्र द्वयोः पदयोः समासः भवति वा इति द्रष्टव्यं. भवति चेदेव अत्र तत्पुरुषसमासः वा अन्यविधः वा इति प्रश्नः भवति. तदनन्तरं कर्मधारसमासः तत्पुरुषस्य कश्चन प्रभेदः इति. अत्र कथम् इत्युक्ते, अत्र कोऽपि समासः उत्तरपदार्थप्रधानः सः तत्पुरुषस्य कश्चन प्रभेदः एव. कर्मधारसमासः उत्तरपदार्थप्रधानः अतः तत्पुरुषे कर्मधारेः अन्तर्भूतः इति. अनन्तरं यत्र उद्देश्यविधेयभावः भवति तत्र समासः नास्ति एव. किमर्थम् इत्युक्ते, तत्र उद्देश्यविधेयभाव पदयोः मध्ये समासविधायकसूत्रं नास्ति एव. उद्देश्यविधेयभाव आपन्नयोः पदयोः मध्ये, उद्देश्यविधेयभाव आपन्नयोः पदयोः मध्ये समासविधायकसूत्रं नास्ति. आपन्न इति पदस्य अर्थं किम् इत्युक्ते, ययोः पदयो तत्र उद्देश्यविधेयभावः यस्मिन् पदे अस्ति, ययो अथवा ययोः पदयोः उद्देश्यविधेयभावः अस्ति तादृश पदं पदे अस्ति उद्देश्यविधेयभाव आपन्ने इति. इत्युक्ते तत्र प्राप्त आपन्न इत्युक्ते प्राप्तम् इति, आपन्नम् इति. तस्मिन् पदे उद्देश्यविधेयभावः अस्ति खलु, तादृशपदम् अस्ति चेत्, पदद्वयं पदयुगलम् अस्ति चेत् तयोः पदयोः मध्ये यद्यपि सामानाधिकरण्यम् अस्ति परन्तु समासविधायकसूत्रं नास्ति इति कृत्वा तयोः पदयोः समासः एव न भवति. समासः भवति चेतेव कर्मधारे समासः वा बहुव्रीहिः वा इति प्रश्नः उदेति खलु, परन्तु समासः एव न भवति इति. अवगच्छति वा भगिनि? अतः अत्र समानाधिकरण्यम् अस्ति चेदेव चेदपि समासः नास्ति अत्र उद्देश्यविधेयभावापन्नयोः मध्ये पदयोः मध्ये तदर्थम् अत्र कर्मधारयः समासः अस्ति वा इति चिन्तनमपि नास्ति. अग्रे महोदय. सुन्दरः बालकः आश्रयः यज्ञदत्तः इत्यनयोः द्वयोः अपि समानाधिकरण्यम् अस्ति चेत् शास्त्रीयरीत्या भेदः कः? शास्त्रीयरीत्या किमर्थम् आश्रयः यज्ञदत्तः इति द्वाभ्यां पदाभ्यां न समस्यते? सुन्दरः बालकः इति स्थितौ विशेषणविशेष्यभावो वर्तते. विशेषणविशेष्यभावे विशेषणत्वेन यस्य पदस्य प्रयोगं कुर्मः तत् अन्येभ्यः पदार्थेभ्यः विशिष्यमाणं पदार्थं व्यावर्तयति. सुन्दरः बालकः इति स्थले बालकाः बहवः सन्ति. तत्र विशेषणत्वेन प्रयुक्तशब्दः सुन्दरः तं सुन्दरं बालकम् अन्येभ्यः बालकेभ्यः व्यावर्तयति, नाम पृथक् करोति. विशेषणस्य कार्यं तदेव. उद्देश्यविधेयभावस्थले व्यावर्तनं न विवक्षितं. बालकः सुन्दरः इति स्थितौ बालकः इति कथनेन कस्य विषये वक्ता वदति इति पूर्वमेव ज्ञायते. तस्मिन् विद्यमाने बालके कोऽपि धर्मः अत्र सौन्दर्यम् आरोप्यते. अतः तत्र बालकः उद्देश्यः सौन्दर्यं विधेयम्. अहं पुनः पठित्वा वदामि. सुन्दरः बालकः आश्रयः यज्ञदत्तः इत्यनयोः द्वयोः अपि समानाधिकरणम् अस्ति चेत् शास्त्रीयरीत्या भेदः कः? अत्र इदानीं पदद्वयम् अवाक्यद्वयम् अस्ति. सुन्दरः बालकः आश्रयः यज्ञदत्तः तत्र द्वयोरपि समानाधिकरणम् अस्ति चेत् अत्र भेदः कः इति प्रश्नः. शास्त्रीयरीत्या किमर्थम् आश्रयः यज्ञदत्तः इति द्वाभ्यां पदाभ्यां न समस्यते. किमर्थम् अत्र आश्रयः यज्ञदत्तः इति अत्र वाक्ये अत्र समासः नास्ति इति वा किल? द्वाभ्यां पदाभ्यां न समस्यते. सत्यं, समासः न भवति इति. सुन्दरः बालकः इति स्थितौ विशेषणविशेषभावः वर्तते. विशेषणविशेषभावे विशेषणत्वेन यस्य पदस्य प्रयोगं कुर्मः तत् अन्येभ्यः पदार्थेभ्यः विशेष्यमाणं पदार्थं व्यावर्तयति. अत्र विशेषणविशेषस्थले अत्र कस्य विशेषणं विशेषणत्वं प्रयोगेन कुर्मः, अतः तत्र अन्येभ्यः पदार्थेभ्यः अत्र विशिष्टरूपेण अत्र व्यावर्तयति इति व्यावर्तयति इति. सुन्दरः बालकः इति स्थले बालकाः बहवः सन्ति. तत्र विशेषणत्वेन प्रयुक्तशब्दः सुन्दरः तं सुन्दरं बालकम् अन्येभ्यः बालकेभ्यः व्यावर्तयति, नाम पृथक् करोति. तदा वयं पूर्वमेव दृष्टवन्तः अत्र बालकानां समूहः अस्ति. अत्र कश्चन सुन्दरः अस्ति, अतः सुन्दरः इति विशेषणत्वेन एकं बालकं पृथक् करोति. अत्र विशेषविशेषणं भावः अस्ति चेत् विशेषणस्य कार्यं तदेव. उद्देश्यविधेयभावस्थले व्यावर्तनं न विवक्षितं. बालकः सुन्दरः इति स्थितो बालकः इति कथनेन कस्य विषये वक्ता वदति इति पूर्वमेव ज्ञायते. अत्र इदानीं बालकः सुन्दरः इति अत्र शब्दः अत्र विपरीतं भवति. पूर्वं सुन्दरः बालकः इति आसीत्, अत्र बालकः सुन्दरः. अत्र पूर्वशब्दः अस्ति बालकः, अतः अत्र उद्देश्यविधेयभावः अस्ति बालकस्य विषयः, अतः बालकस्य बालकः इति पूर्वमेव अस्ति वाक्ये. तस्मिन् तस्मिन् बालके कोऽपि धर्मः धर्मम् आरोपयति, अत्र सौन्दर्यम् आरोपयति. अतः अत्र बालकः उद्देश्यः सौन्दर्यम् इति विधेयं भवति. अतः अत्र उद्देश्यविधेयभावः इत्युक्ते अत्र क्रमः तु भिन्नः अस्ति एव, परन्तु अत्र विवक्षा अपि तथा खलु. इत्युक्ते सुन्दरः बालकः इति यदा वदामः तत्र अस्माकं विवक्षा अस्ति, तत्र बालकः बालकसमूहः अस्ति, तेषु अन्यतमः तत्र बालकाः सन्ति चेत् तेषु अन्यतमः इति विवक्षा अस्ति. सुन्दरः बालकः इति यदा वदामः चेत्, परन्तु बालकः सुन्दरः इति यदा वदामः चेत् तत्र एकः एव बालकः स्यात् यः सुन्दरः इति इदानीं वयं वदामः चेत् तथा भवति. तत्र विवक्षा अनुगुणम् अत्र वस्तुतः. अस्तु, तर्हि अग्रे पुष्पा भगिनी भवती पठति वा? सुन्दरः बालकः इदानीं. तर्हि विशेषणविशेष्यभावः उद्देश्यविधेयभावयोः भेदः कः इति चेत्, सुन्दरः बालकः इति यदा कथ्यते तदानीं बालकस्य परिचयः सौन्दर्यगुणेन एव भवति. आदौ श्रोता सौन्दर्यजानात्, अनन्तरं तादृशसौन्दर्यविशिष्टः मनुष्यः अस्ति इति एतद्द्वारा सौन्दर्यद्वारा श्रोता इदानीं तं बालकं जानाति. विशेषणविशेष्यभावस्थले अयं बालकः सुन्दरः इति कथ्यते चेत् कस्य विषये वार्ता प्रवर्तमाना इति पूर्वमेव निश्चितं. बालकस्य परिचयः श्रोतुः मनसि पूर्वमेव जातः. तदा तस्य बालकस्य विषये कश्चन धर्म उच्यते, अत्र सौन्दर्यं. तत्तु अतिरिक्तं ज्ञानम् इत्युक्ते सौन्दर्यगुणस्य कथनेन श्रोता बालकस्य परिचयं न प्राप्नोति. तदर्थम् उच्यते यत् तद् इदं सौन्दर्यज्ञानम् अतिरिक्तम् अस्तु. अत्र विशेषणविशेष्यभावः उद्देश्यविधेयभावयोः मध्ये भेदः कः इति अन्वेषणं कुर्वन्ति चेत्, सुन्दरः बालकः इति यदा कथ्यते तदानीं तत् बालकस्य परिचयः सौन्दर्यगुणेन एव भवति इति. आदौ श्रोता सौन्दर्यं जानाति, अनन्तरं तादृशसौन्दर्यविशिष्टमनुष्यः अस्ति इति एतद्द्वारा सौन्दर्यद्वारा श्रोता इदानीं तं बालकं जानाति. विशेषणविशेष्यभावस्थले तत्तु प्रमुखेण न प्रमुखेन न आदौ कथं वक्तुं शक्नोमि, प्रथमं सौन्दर्यं जानाति कोऽपि सुन्दरः बालकः शृण्वन्ति चेत् शृणोति चेत् न न तथा न तत्र सः तत्र सुन्दरः बालकः इति वदामः चेत् बालकस्य परिचयः सौन्दर्यम् इति गुणेन भवति इति इत्युक्ते यः श्रोता अस्ति सः सौन्दर्यम् इति गुणं तु जानाति इति गुणः सः सौन्दर्यम् इति गुणः इति इत्युक्ते किम् इति जानाति इति कृत्वा इदानीं सुन्दरः बालकः इति वदामः चेत् तत्र बालकस्य परिचयः सौन्दर्यम् इति गुणेन भवति परन्तु बालकः सुन्दरः इति वदामः चेत् किं भवति बालकं तु कोऽपि जानाति तदैव सौन्दर्यं तद् बालकं बालकः सुन्दरः इति अतिरिक्तेन ज्ञानम् आयाति सत्यम् इत्युक्ते इदानीं तत्र सौन्दर्यम् इति जानाति इति कृत्वा यदा सुन्दरः बालकः इति वदामः चेत् तत्र बालकस्य ज्ञानं सौन्दर्यम् इति गुणेन भवति बालकस्य विशेषभावः सूचते भावं सूचते हा न इत्युक्ते भावं सूचयते भावं तु अनन्तरम् आगच्छति प्रथमं सुन्दरः बालकः इति तत्र कथनस्य आशयः कः इत्युक्ते यदा बालकः इत्युक्ते बालकानां समूहः अस्ति अत्र कश्चन बालकः सुन्दरः खलु स इदानीं भवती वदति तत्र सः रमेशः इति किमपि नाम तस्य रामः श्रीरामः इति वदति चेत् कः श्रीरामः इति पृच्छति चेत् यः सुन्दरः अस्ति सः श्रीरामः इति भवती वदति इति चिन्तयतु तर्हि यः श्रोता अस्ति इदानीं सः तस्य ज्ञानं सुन्दरः इत्युक्ते किम् इत्युक्ते सौन्दर्यम् इति इत्युक्ते किम् इति प्रथमं जानातु खलु तदनन्तरमेव तस्य सौन्दर्यम् इति जानाति इति कृत्वा तत्र बालकानां समूहे यः अतिसौन्दर्यं यस्मिन् वर्तते सः बालकः सुन्दरः इति सः जानाति इति कृत्वा तत्र प्रथमं सौन्दर्यम् इति गुणं ज्ञात्वा तेन बालकस्य परिचयः भवति इति अग्रे भगिनि विशेषण तद् पूर्णं न तदर्थं न अयं बालकः सुन्दरः इति कथ्यते चेत् तत्तु इदानीं त्वम् उक्तं सत्यं विशेषणविशेषभाव इति विशेषभाव उद्देश्यविशेषभावयोः भावयोः द्वयोरपि स्थले समानाधिकरण्यं सुन्दरः बालकः इति स्थले सौन्दर्यम् अपि बालकत्वम् अपि बालकपदार्थे भवतः बालकः सुन्दरः इति स्थलेपि सौन्दर्यम् अपि बालकत्वम् अपि बालकपदार्थे भवतः किन्तु यत्र सामानाधिकरण्यम् अस्ति तत्र समासः भवति इति नियमेन न उक्तम् यावत्सु पदयुगलेषु मध्ये तत्पुरुषसमासः विहितः तेषु युगलेषु सामानाधिकरण्यं यत्र दृश्यते सः कर्मधारय इति एकवारं पठामि यावत्सु युगलेषु मध्ये तत्पुरुषसमासः विहितः तेषु युगलेषु समानाधिकरण्यं यत्र दृश्यते सः कर्मधारय समासः अत्र उद्देशनविशेष्यभाव उद्देश्यविधेयभावयोः मध्ये द्वयोः स्थले समानाधिकरण्यम् अस्ति इति. सुन्दरः बालकः इति स्थले सौन्दर्यम् अपि अस्ति, बालकत्वम् अपि अस्ति. तत्तु सौन्दर्यं बालकत्वं समान विभक्ति अस्ति. अपि बालकपदा तत्र समानविभक्तिः नास्ति. सुन्दरः बालकः इत्यत्र सुन्दरः अपि च बालकः तयोः समानविभक्तिकत्वम् एकार्थबोधकत्वम् अस्ति इति कृत्वा तयोः समानाधिकरण्यम् अस्ति. इत्युक्ते सुन्दरत्वम् अथवा सौन्दर्यम् अपि बालके, बालकत्वम् अपि बालके. इत्युक्ते बालकः इत्युक्ते तद्वयं पूर्वं यदा विशेषणविशेष्यभावप्रसङ्गे पठितवन्तः, तत्र बालकः इति विशेष्यवाचकपदम् इति वयं दृष्टवन्तः, स्मरति खलु? तत्र बालकः इत्युक्ते बालकः इत्यनेन यः पदार्थः सूचितः तमेव पदार्थं सूचयति बालकः इति पदम् इति कृत्वा तत्र बालकम् इति यः पदार्थः अस्ति तस्मिन् बालकत्वमपि अस्ति सौन्दर्यमपि अस्ति. बालकः सुन्दरः इति स्थले अपि सौन्दर्यमपि अस्ति, बालकत्वमपि अस्ति. बालकपदार्थे अस्ति. किन्तु यत्र सामानाधिकरण्यम् अस्ति तत्र समासः भवति इति नियमेन न उक्तम्. यत्र सामानाधिकरणं करणीयम् अस्ति तत्र समासः अस्ति इति नियमः नास्ति इति. यावत्सु पदयुगलेषु मध्ये पद द्वे पदे मध्ये तत्पुरुषसमासः विहितः तेषु युगलेषु समानाधिकरण्यं यत्र दृश्यते सः कर्मधारयः. तत्पुरुषसमासः नास्ति तत्तु सामानाधिकरण्यं यत्र न भगिनि, तथा नास्ति. तत्पुरुषः नास्ति इति न, तत्र यावत्सु पदयुगलेषु, युगलम् इत्युक्ते द्वयम् इति. तर्हि यत्र पदयुगलम् अस्ति चेत् इत्युक्ते द्वयोः पदयोः मध्ये यत्र तत्पुरुषसमासः विहितः, इत्युक्ते तत्पुरुषसमासः अत्र भवति चेत् द्वयोः पदयोः मध्ये यत्र एकक्षणं भगिनि, ययोः पदयोः मध्ये तत्पुरुषसमासः भवति, तस्य सम्भावना अस्ति, तत्र समानाधिकरण्यमस्ति चेत् कर्मधारयः समासः भवति. यत्र यत्र समानाधिकरण्यमस्ति तत्र तत्र तत्र तत्र कर्मधारयः समासः इति नास्ति. समानाधिकरणं यत्र दृश्यते सः कर्मधारय इति अस्ति. न तथा नास्ति. यत्र तत्पुरुषसमासः भवति तत्र समानाधिकरण्यमस्ति चेत् कर्मधारयः भवति. अस्तु अस्तु. तत् विहितः अर्थं नास्ति इति सत्यं. विहितः इत्युक्ते तत्र विधीयते इति. विधीयते. अस्तु अस्तु अस्तु. अग्रे भगिनि. उद्देश्यविधेयभावपन्नयोः पदयोः मध्ये समासः एव न विहितः, अतः समानाधिकरण्यम् अस्ति चेत् अपि कर्मधारयः न भवति. सुन्दरः बालकः इति स्थितौ समासः विहितः भवति विशेषणं विशेष्येण बहुलम् इति सूत्रेण. विशेषणं विशेष्येण बहुलम् इत्यनेन विशेषणविशेष्यभावापन्नयोः मध्ये समासः विहितः. सुन्दरबालकः इत्यत्र समासविधायकसूत्रम् अस्ति. बालकः सुन्दरः इत्यत्र केनापि सूत्रेण समासः न विहितः, तस्मात् अत्र समासः एव न भवति. अस्तु अस्तु. उद्देश्यविधेयभावापन्नयोः पदयोः मध्ये समासः एव न विहितः, अतः सामानाधिकरण्यम् अस्ति चेदपि कर्मधारय न भवति. कोऽपि उद्देश्यविधेयभाव भावापन्नयोः पदयोः अस्ति चेत् तत्र तत्तु सुन्दरः बालकः तत्र अस्ति. बालकः सुन्दरः इति अस्ति अस्ति चेत् नास्ति इति न न तत्र न न न एकक्षणं भगिनि, तत्र किञ्चित् भिन्नवार्ता. अत्र यत्र ययोः पदयोः मध्ये उद्देशविधेयभावः अस्ति तयोः पदयोः मध्ये समासः एव न भवति. यतोहि पूर्वं वयम् इदानीं दृष्टवन्तः खलु तत्र तयोः मध्ये समासविधायकं सूत्रं किमपि नास्ति इति कृत्वा तत्र सामानाधिकरण्यम् अस्ति चेदपि कर्मधारे समासः इति न भवति. यतोहि तत्र प्रथमं कश्चन समासः भवेत् तदनन्तरमेव कीदृशसमासः इति प्रसङ्गः. उद्देशविधेयभावयोः उद्देशविधेयभावः यत्र अस्ति तत्र तु समासस्य प्रसङ्गः एव नास्ति इति कृत्वा तादृशप्रश्नः न उदेति. तत्र सुन्दरः बालकः इति यदा अस्ति तत्र सुन्दरबालकः इति समासः भवति. केन सूत्रेण भवति इत्युक्ते तत्र विशेषणं विशेषेण बहुलम् इत्यनेन. यत्र यत्र विशेषणविशेष्यभावः अस्ति पदयोः मध्ये तत्र सर्वत्र विशेषणं विशेष्येन बहुलम् इति सूत्रेण एव समासः भवति. सुन्दरः बालकः इत्यत्र प्रथमं समासविधायकसूत्रम् अस्ति तदनन्तरं विशेषणं विशेष्येन बहुलम् इत्यनेन समासः अपि भवति. परन्तु क्षम्यतां, तत्र सुन्दरः बालकः इति स्थिते इति स्थितौ विशेषणं विशेष्येन बहुलम् इत्यनेन समासः भवति. परन्तु बालकः सुन्दरः इत्यत्र तत्र विशेषणविशेष्यभावः नास्ति खलु. बालकः इति सुन्दरः इति बालकस्य विशेषणपदं नास्ति इति कृत्वा तत्र येन केनापि सूत्रेण समासः न भवति. समासः नास्ति चेत् कीदृशसमासः इत्यपि न प्रश्नः अस्ति इति. तर्हि अग्रे शकोन महोदय अग्रिमभागः आरम्भं करोति वा. अस्तु. इत्युक्ते भगिनी अत्र एतावत्पर्यन्तं यद् अस्माभिः दृष्टं तत्र विशेषणविशेष्यभावः अस्ति चेदेव कर्मधारयः भवति, किन्तु विशेषणविशेष्यभावः यत्र अस्ति तत्र सामानादिकरण्यम् अस्ति चेदपि तत् अनैमित्तिकम् इति. न तत्र तथा नास्ति. विशेषणविशेष्यभावः यत्र अस्ति तत्र तत्पुरुषसमासः विधीयते. तत्पुरुषसमासः अस्ति इति कृत्वा समानाधिकरणेन कर्मधारयसमासः भवति. आम्. परन्तु तत्र तर्हि तत्र अनैमित्तिकम् इति नास्ति खलु, यतोहि सामानाधिकरण्यम् अस्ति. किम् अनैमित्तिकम् इत्युक्ते तत्र सामानाधिकरण्यम् अस्ति चेदपि तद् अनैमित्तिकम् इति. न न विशेषणविशेष्यभावः अस्ति चेत् सामानाधिकरण्यं तु अस्ति एव खलु. तत्र सूत्रमपि तत्पुरुषः समानाधिकरणः कर्मधारयः इत्येव अस्ति. तर्हि सामानाधिकरण्यम् अनैमित्तिकम् इति नास्ति. परन्तु यत् तत्र समासविधाय इत्युक्ते यत्र विशेषणविशेष्यभावः अस्ति तत्र समासविधायकं सूत्रम् अस्ति. भिन्नसूत्रं विशेषणं विशेष्येन बहुलम् इति सूत्रम् इति कृत्वा प्रथमं समासः विधीयते. तदनन्तरं कीदृशसमासः इति प्रश्ने सति तत्र तत्पुरुषः अनन्तरं तत्पुरुषः समानाधिकरणकर्मधारयः इत्यनेन समानाधिकरणम् अस्ति इति कृत्वा प्रथमं तत्पुरुषः तत्पुरुष समासे तत्र प्रभेदः कर्मधारयः इति प्रभेदः अस्ति, यतोहि समानाधिकरण्यम् अस्ति. परन्तु केवलं समानाधिकरण्यम् अस्ति इति कृत्वा तत्र कर्मधारे समासः इति नास्ति, तत्र तत्तु अन्तिमसोपानं। तर्हि तत्पूर्वं किञ्चित् अन्य नियमः सन्ति। इदानीं तत्र भगिनी किञ्चित् दलसार्थक्यम् इति चिन्तयामः विशेषणविषये, एवं कुर्मः तत्र अनन्तरं यत् प्रश्नः अस्ति तत्र कर्मधारे समासस्य विषये, तत्र विशेषणं विशेषेण बहुलम् इत्यस्य प्रसङ्गे एव अस्ति, तत् पठित्वा प्रायः दलसार्थक्यं प्रति पुनः आगमिष्यामः। अस्तु भगिनि, कर्मधारे समासस्य साधनार्थं प्रक्रिया कीदृशी? सुन्दरः बालकः इति स्थितौ प्रथमतया विशेषणं विशेषेण बहुलम् इति सूत्रेण समासः विधीयते, तदा समासः कीदृशः इति प्रश्ने सति उत्तरपदार्थप्रधानत्वात् तत्पुरुषः इति अधिकारसूत्रेण तत्पुरुषसमासः। वस्तुतः विशेषणं विशेषेण बहुलम् इति सूत्रं तत्पुरुषः इति इत्यस्य क्षेत्रे अस्ति, विशेषणं विशेषेण बहुलम् इत्यस्य अनुवृत्तिसहितसूत्रम् इदं सुप् विशेषणं सुपा समानाधिकरणेन विशेष्येण सह बहुलं तत्पुरुषः समासः इति। ततः अग्रे च समानाधिकरण्यं सामानाधिकरण्यम् अस्ति चेत् अस्ति, अतः तत्पुरुषः समानाधिकरणः कर्मधारयः इति सूत्रेण कर्मधारयसमासः। उत्तरपदार्थप्रधानः किन्तु वैयधिकरण्यम् अस्ति चेदपि उत्तरपदार्थप्रधानः किन्तु वैयधिकरण्यं अस्ति चेदपि तत्पुरुषः इति सूत्रेण तत्पुरुषसमासः। यथा राज्ञः पुत्रः राजपुरुषः, किन्तु यस्मिन् तत्पुरुषसमासे समानाधिकरण्यम् अस्ति सः तत्पुरुषः समानाधिकरणः कर्मधारयः इत्यनेन कर्मधारयः। इदानीं कर्मधारयसमासस्य साधनार्थं प्रक्रिया कथं भवति इति चिन्तनमस्ति। सुन्दरः बालकः इति स्थितौ प्रथमतया विशेषणविशेषेण बहुलम् इति सूत्रेण समासः विधीयते। इदानीं सुन्दरः बालकः इति स्थितौ तत्र उद्देश्यविधेयभावः नास्ति, किन्तु विशेषणविशेषभावः अस्ति इति सन्दर्भे विशेषणं विशेषेण बहुलम् इति सूत्रेण तयोः पदयोः मध्ये समासः विधीयते। तदा समासः विधीयते तदा इदानीं समासः कीदृशः, तत्र तत्पुरुषसमासः वा बहुव्रीहि समासः वा अन्यत् किमपि वा इति प्रश्ने सति उत्तरपदार्थप्रधानत्वात् तत्र सुन्दरः बालकः इति, सुन्दरः इति विशेषणं, बालकः इति विशेष्यं, बालकः इति उत्तरपदमस्ति, तस्य एव प्राधान्यम् अस्ति इति कृत्वा उत्तरपदार्थप्राधान्यत्वात् प्रधानत्वात् तत्पुरुषः इति अधिकारसूत्रेण तत्पुरुषसमासः विधीयते। विशेषणविशेषेण बहुलम् इत्यनेन समासः विधीयते, किन्तु तत्पुरुषः इति सूत्रेण तत्पुरुषसमासः अस्मिन् सन्दर्भे सुन्दरः बालकः इति सन्दर्भे विधीयते। वस्तुतः विशेषणं विशेषेण बहुलम् इति सूत्रं तत्पुरुषः इति क्षेत्रे अस्ति, इत्युक्ते तत्पुरुषः इति अधिकारसूत्रम् अस्ति, तस्मिन् क्षेत्रे एव तस्मिन् अधिकारे एव विशेषणविशेषेण बहुलम् इति सूत्रमपि आगच्छति। अनुवृत्तिसहितसूत्रमस्ति सुप् विशेषणं सुपा समानाधिकरणेन विशेष्येण सह बहुलं तत्पुरुषः समासः इति तत्र विशेषणं विशेषेण बहुलम् इति सूत्रे तत्पुरुषः इति अधिकारसूत्रमपि अनुवर्तते इति कृत्वा तत्र तस्य अधिकारः अस्ति, अनुवर्तनम् अस्ति साक्षात्। ततः अग्रे समानाधिकरण्यम् अस्ति, अतः तत्पुरुषः समानाधिकरणः कर्मधारयः इति सूत्रेण कर्मधारयसमासः भवति। इत्युक्ते तत्र प्रथमं तत्पुरुषसमासः भवेत्, इति चेत् अपि च ययोः पदयोः मध्ये तत्पुरुषसमासः भवितुम् अर्हति, तयोः सामानादिकरण्यम् अस्ति चेत् कर्मधारयसमासः भवति इति पर्यवसति. उत्तरपदार्थप्रधानः किन्तु वैयदिकरण्यम् अस्ति चेदपि तत्पुरुषः इति सूत्रेण तत्पुरुषसमासः भवति. ययोः पदयोः मध्ये तत्पुरुषसमासः भवति किन्तु समानादिकरण्यं नास्ति. वैयदिकरण्यम् अस्ति चेदपि तत्र तत्पुरुषसमासः भवति किन्तु समानादिकरण्यं चेदपि तत्र कर्मधारयसमासः एव भवति इति कृत्वा तत्र कर्मधारयसमासः तत्पुरुषसमासेषु समासस्य अन्यतमः इति भवति. प्रथमं तत्पुरुषसमासः भवेत्, तदनन्तरं पदयोः मध्ये सामानादिकरण्यम् अस्ति चेत् कर्मधारयसमासः भवति, नास्ति चेत् तथापि तत्पुरुषसमासः भवति किन्तु कर्मधारयसमासः नास्ति इति भवति. इदानीम् उदाहरणमस्ति राज्ञः पुरुषः राजपुरुषः. तत्र राज्ञः पुरुषः राज्ञः इति षष्ठी इति राजन् इति शब्दस्य षष्ठिविभक्तिः अस्ति. इदानीं राज्ञः पुरुषः इति स्थितौ राज्ञः अस्ति षष्ठी विभक्तौ अस्ति, पुत्रः अस्ति प्रथमाविभक्तौ अस्ति इति कृत्वा तयोः मध्ये एकविभक्तिकत्वं नास्ति. तथापि राज्ञपुरुषः इति तत्पुरुषसमासः भवत्येव, किन्तु राजपुरुष राजपुत्रः इति कर्मधारयसमासः नास्ति. किन्तु यस्मिन् तत्पुरुषसमासे समानादिकरण्यम् अस्ति सः तत्पुरुषः समानादिकरणः कर्मधारयः इति सूत्रेण कर्मधारयः संज्ञा प्राप्नोति इति भवति. अग्रे महोदय, आहत्य द्वयोः पदयोः एकार्थबोधकत्वं समानविभक्तिकत्वं ततः समानादिकरण्यं च पर्याप्तं नास्ति कर्मधारयसमासस्य साधनार्थं. प्रथमतया समासविधायकसूत्रम् अपेक्षितं, तदा एव समानादिकरण्ये सति कर्मधारयसमासत्वं. कर्मधारयसमासस्थले नवसु प्रकारेषु समासविधायकसूत्रं सर्वत्र समानं न. विशेषणं विशेष्येन बहुलम् इति सूत्रेण समाससंज्ञा भवति येषां कर्मधारयप्रकाराणां कृते. विशेषणपूर्वपदस्य नीलः मेघः नीलमेघः, विशेषणोभयपदस्य स्थूलः उन्नतः स्थूलोन्नतः, अवधारणापूर्वपदस्य गुरुः एव देवः गुरुदेवः विद्या एव धनं विद्याधनं, सम्भावनापूर्वपदस्य अयोध्या इति नगरी अयोध्यानगरी, कैलासः इति अद्रिः कैलासाद्रिः, आम्रः इति वृक्षः आम्रवृक्षः, हिमालयः इति पर्वतः हिमालयपर्वतः, मध्यपदलोपस्य द्व्यधिकं शतं द्विशतं द्व्यधिकं किमिति भगिनि द्व्यधि द्व्यधिकं शतं द्व्यधिकं शतं द्विशतं. विशेषणोत्तरपदकर्मधारयस्य समाससंज्ञा भवति कुत्सितानि कुत्सनैः इति भिन्नसूत्रेण. यथा वैयाकरणः खसूचिः, वैयाकरणकसूचिः. कसूचिः इत्युक्ते यः बहून् दोषान् करोति. भिन्नसूत्रेण यतोहि विशेषणं विशेषेण बहुलम् इति सूत्रेण विशेषणवाचकपदं पूर्वपदमेव भवति. किन्तु एकवारं यदा समासः साधितः तदा कर्मधारयसंज्ञा नवानां कृते एकमेव सूत्रं तत्पुरुषः समानाधिकरणः कर्मधारयः इति. आहत्य द्वयोः पदयोः एकार्थबोधकत्वं समानादिविभक्तिकत्वं ततः समादादिकरण्यं च पर्याप्तं नास्ति कर्मधारयसमासस्य साधनार्थम् इति अवगन्तव्यम्. तत्र एकार्थबोधकत्वम् अस्ति, समानविभक्तिकत्वम् अस्ति द्वयोः पदयोः मध्ये अस्ति चेत्, एकार्थबोधकत्वम् अपि अस्ति समानविभक्तिकत्वम् अपि अस्ति इति चेत् कर्मधारयसमासः भवति इति नास्ति. तावत्पर्याप्तं नास्ति कर्मधारयसमासस्य साधनार्थम् इति चेत् अतिरिच्य कस्याः आवश्यकता अस्ति इति चेत् प्रथमतया समासविधायकसूत्रम् अपेक्षितं, तदा एव समानाधिकरण्ये सति कर्मधारयसमासत्वम्. इत्युक्ते प्रथमं समास किं द्रष्टव्यम् इति चेत् समासः समासविधायकसूत्रम् अस्ति वा न वा इति प्रथमं द्रष्टव्यम्. समासविधायकसूत्रम् अस्ति चेत् इति चेत् तदनन्तरम् एकार्थबोधकत्वम् अपि च समासविभक्तिकत्वम् अस्ति चेत् कर्मधारयसमास तयोः पदयोः मध्ये भवितुम् अर्हति इति. प्रथमं तु समासविधायकसूत्रम् अस्ति वा इति द्रष्टव्यं, तदनन्तरमेव एकार्थबोधकत्वम् अपि च समानविभक्तिकत्वम् अस्ति वा इति द्रष्टव्यम् इति. तत्र सोपानद्वयं क्रमेण कार्यं भवति. कर्मधारयसमासस्थले तत्र इदानीं भिन्नविषयः आगच्छति. इत्युक्ते तत्र यदा मया उक्तं सोपानद्वयमस्ति, प्रथमसोपानं तु समासः विधीयते वा पदयोः द्वयोः मध्ये इति द्रष्टव्यं. समासः विधीयते चेत् तदनन्तरम् एकार्थबोधकत्वं समानविभक्तिकत्वम् अस्ति वा इति द्रष्टव्यम्. अस्ति चेत् कर्मधारे संज्ञा प्राप्नोति, नास्ति चेत् न प्राप्नोति इति परिस्थितिः अस्ति कर्मधारयसमासस्य विषये. तादृशपरिस्थितिः कर्मधारयसमासस्थले नवसु प्रकारेषु अपि अस्ति. समासविधायकसूत्रं सर्वत्र समानम् इदानीं कर्मधारयसमासस्थले नवसु प्रकारेषु समासविधायकसूत्रं सर्वत्र समानं न इत्यपि तत्र किञ्चित् भिन्नविषयः अस्ति. यद्यपि कर्मधारयस्थले समासविधायकं समासविधिः भवेत् प्रथमं, तदनन्तरम् एव एकार्थबोधकत्वं समानविभक्तिकत्वम् अस्ति इति द्रष्टव्यं. किन्तु केन सूत्रेण समासः विहितमस्ति इति नवसु स्थलेषु एकमेव सूत्रेण समासः विहितः इति नास्ति इति अस्मिन् वाक्ये उक्तमस्ति. विशेषणं विशेष्येन बहुलम् इति सूत्रेण समाससंज्ञा भवति कानिचन कर्मधारय प्रकाराणां विषये. ते के इत्युक्ते विशेषणपूर्वपदस्य नीलः मेघः नीलमेघः इति. तत्र कर्मधारयसंज्ञा कर्मधारयसमासः अस्ति, कर्मधारयसंज्ञा अस्ति, विशेषणं तत् समासे विशेषणं पूर्वपदमस्ति इति कृत्वा तत्र कर्मधारयसमासेषु एकविधः अस्ति विशेषणपूर्वपदप्रकारकः अस्ति. किन्तु इदानीं समासः तयोः मध्ये केन सूत्रेण विदितम् इति चेत् विशेषणं विशेष्येण बहुलम् इति सूत्रेण. एवमेव विशेषण उभयपदस्यापि विशेषणं विशेषेण बहुलम् इति सूत्रेणैव भवति. उदाहरणं स्थूलः उन्नतः, तत्र द्वयमपि विशेषणमस्ति, स्थूलोन्नतः इति स्थूलोन्नतः. किन्तु अत्र विशेष्यं तु अन्य पदमस्ति किल भगिनि? सत्यं, तस्मिन् विषये अग्रे आगच्छति वस्तुतः. हा अस्तु, कः विशेष्यं भवति, कः विशेषणं भवति. हा किन्तु इदानीं विशेषण उभयपदमिति अस्ति, पदद्वयमपि विशेषणमस्ति अत्र. द्वयमपि विशेषणं, किन्तु विशेषणद्वयोः मध्ये केन सूत्रेण समासः विधीयते इति चेत् विशेषणं विशेष्येण बहुलम् इति सूत्रेण. अपि च तयोः मध्ये एकार्थबोधकत्वमस्ति, समानविभक्तिकत्वमस्ति इति कृत्वा तत्र कर्मधारयसंज्ञा अपि भवति इति विशेषण उभयपदस्य उभयपदम् इति कर्मधारयकप्रका नवसु प्रकारेषु अन्यतमः अस्ति. इदानीम् अवधारणापूर्वपदस्य गुरुः एव देवः, गुरुदेवः, विद्या एव धनं, विद्याधनम् इति अपि कर्मधारयसमासस्य अन्यतम उदाहरणमस्ति. तत्रापि विशेषणं विशेषेण बहुलम् इति सूत्रेण समासः विधीयते इति अस्ति. अवधारणापूर्वपदम् इत्युक्ते तत्र गुरुः एव देवः, तत्र अवधारणं किम् इति भगिनि? तत्र अवधारणपूर्वपदम् इत्युक्ते पूर्वं यदस्ति तद् अवधारणम् अस्ति खलु, गुरुः एव देवः. अवधारणम् इति पदस्य अर्थः अवधारणम् इत्युक्ते अहं चिन्तयामि अत्र यत्र तत्र गुरुः एव देवः इति गुरौ तत्र देवत्वं तत्र तस्मिन्नेव अस्ति इति वदामः खलु, तादृश किं वदामः तत्र भावना यत्र अस्ति, तादृशभावना अस्ति चेत् तत्र अवधारणापूर्वपदं तत्र निर्धारणं तथा निर्धारणं कुर्मः चेत् तत्र अवधारणम् इति मम अवगमनम् अस्तु. अत्रापि विशेषणं विशेषेण बहुलम् इति सूत्रेण एव समासः विधीयते. तदनन्तरम् एकार्थबोधकत्वं समानविभक्तिकत्वम् अस्ति इति कृत्वा कर्मधारयसंज्ञा. इदानीं सम्भावनापूर्वपदस्य अयोध्या इति नगरी, अयोध्यानगरी, कैलासः इति अद्रिः कैलासाद्रिः, आम्रः इति वृक्षः आम्रवृक्षः, हिमालयः इति पर्वतः हिमालयपर्वतः इति. तत्रापि विशेषणं विशेषेण बहुलम् इति सूत्रेण प्रथमं समासः विधीयते. मध्यमपदलोपस्य द्व्यधिकं शतं द्विशतम् इति, तत्रापि विशेषणं विशेषेण बहुलम् इत्यनेनैव समासः विधीयते. विशेषण उत्तरपदकर्मधारयस्य किन्तु इदानीम् इत्युक्ते तत्र विशेषणपूर्वपदस्य विशेषण उभयपदस्य अवधारणापूर्वपदस्य सम्भावनापूर्वपदस्य मध्यपदलोपस्य इति पञ्च प्रकारेषु कर्मधारयप्रकारेषु विशेषणं विशेषेण बहुलम् इति सूत्रेण एव तत्र समासः विहितमस्ति. इदानीं विशेषण उत्तरपदकर्मधारयस्य विषये कुत्सितानि कुत्सनैः इति सूत्रेण भिन्नसूत्रेण तत्र समासः विधीयते. उदाहरणमस्ति वैयाकरणः कसूचिः, वैयाकरणकसूचिः. तत्र कसूचिः इत्युक्ते यः बहून् दोषान् करोति सः वैयाकरणविषये यः बहून् दोषान् करोति सः वैयाकरणकसूचिः इति समस्तपदम् अस्ति. किन्तु तत्र समासः अनयोः पदयोः मध्ये समासः केन सूत्रेण विहितमस्ति इति चेत् कुत्सितानि कुत्सनैः इति सूत्रेण भवति. भिन्नसूत्रेण यतोहि विशेषणं विशेषेण बहुलम् इति सूत्रेण विशेषणवाचकपदं पूर्वपदमेव भवति. किमर्थमत्र भिन्नसूत्रं भिन्नसूत्रेण समासः विहितम् इति स्वीकृतम् इति चेत् तत्र वैयाकरणकसूचिः इति तत्र कसूचिः इति विशेषणमस्ति, तत् उत्तरपदमस्ति, किन्तु विशेषणं विशेषेण बहुलम् इति सूत्रेण वयं समासः विधीयते चेत् तत्र विशेषणं पूर्वपदमेव भवेत्, न चेत् विशेषणं विशेषेण बहुलम् इति सूत्रेण तत्र समासः विहितम् इति न यदा कदापि स्वीकर्तुं न शक्यते इति कृत्वा कुत्सितानि कुत्सनैः इति सूत्रेण वैयाकरणकसूचिः इति सन्दर्भे समासः विहितम् इति स्वीकार्यं भवति. तत्र कसूचिः इति विशेषणम् उत्तरपदम् अस्ति इति कृत्वा. किन्तु एकवारं यदा समासः साधितः तदा कर्मधारयसंज्ञा नवानां कृते एकमेव सूत्रम्. इदानीं यदा समासः विहितम् अस्ति इति चेत् तदनन्तरम् एकार्थबोधकत्वं समानविभक्तिकत्वं पदयोः मध्ये अस्ति चेत् तत्पुरुषः समानाधिकरणः कर्मधारयः इति सूत्रेण एव एकमेव सूत्रेण कर्मधारय संज्ञा प्राप्नोति इति भवति. सम्यक् सर्वैः अवगम्यते वा, तत्र प्रश्नः अस्ति वा? इत्युक्ते तत्र संक्षेपेण वक्तव्यं चेत् तत्र विशेषणं विशेषेण बहुलम् अथवा कुत्सितानि कुत्सनैः इति सूत्राभ्यां तत्र समासः विधीयते तत्र विशेषणविशेष्यपदयोः मध्ये. यदा तादृश समासः विहितः तदनन्तरं तत्पुरुषः समानाधिकरणः कर्मधारयः इत्यनेन तत्र कर्मधारयसमासः कर्मधारय कीदृशसमासः इत्युक्ते कर्मधारयः इति वक्तुं शक्नुमः इति एव पर्यवसितम् अत्र. अस्तु तर्हि सुनील् महोदय, भवान् पठति वा अग्रे. तत्पुरुषः समानाधिकरणः कर्मधारयः इति सूत्रे तत्पुरुषः किमर्थम् उक्तः इति चेत् केवलं समानाधिकरणः कर्मधारयः इति उच्यते चेत् दोषः भवति. पाचिकाभार्यः यस्य पत्नी पाचिका इति स्थितौ द्वयोः पदयोः समानाधिकरण्यं वर्तते, किन्तु अन्यपदप्राधान्यम् अस्ति इति कारणतः बहुव्रीः समासः पाचिकाभार्या यस्य सः पाचिकाभार्या. कर्मधारयः प्रायः उत्तरपदप्रधानः इति कृत्वा तत्पुरुषसमास श्रेण्यां स्थापितः. अत्र तत्पुरुषः समानाधिकरणः कर्मधारयः इति सूत्रमस्ति. अत्र तत्पुरुषः इति किमर्थम् इति प्रश्नः, किमर्थं केवलं समानाधिकरणः कर्मधारयः इति न वदामः इति. अत्र केवलं समानाधिकरणः कर्मधारयः इति वदामः चेत् तत्र दोषः भवति इति. इत्युक्ते अत्र उदाहरणमस्ति पाचिका भार्या इति समासरूपः अस्ति. पाचिका भार्यः इत्युक्ते कस्य पत्नी पाचिका अस्ति इति अत्र अर्थः अस्ति. अत्र द्वयोः पदयोः मध्ये सामान्याधिकरणम् अस्ति, परन्तु अत्र अन्यपदप्राधान्यम् अस्ति इति कारणेन अत्र बहुव्रीहिसमासः भवति. पाचिका भार्या यस्य सः पाचिका भार्यः इत्यपि भवितुमर्हति. अत्र कर्मधारयः प्रायः उत्तरपदप्रधानः इति कृत्वा तत्पुरुषसमासश्रेण्यां स्थापितः. अत्र कर्मधारयः वयं पूर्वमेव दृष्टवन्तः. तत्पूर्वं तत्र पूर्वस्मिन् वाक्यं तत्र अवगतवान् वा, तत्र बहुव्रीहिः, तत्र किमर्थं तत्पुरुषः इति अस्ति सूत्रे इति? केवलं समानाधिकरणः इति कर्मधारः इति वदामः चेत् तत्र तत्र स्पष्टता न भवति किल. अत्र स्पष्टता न भवति इत्युक्ते इत्युक्ते अत्र पाचिकाभार्या इति पाचिकाभार्यः इति वदामः चेत् अत्र इति बहुव्रीहिः समासः भवति इति. अस्तु, तेन किं भवति इत्युक्ते तत्र तत्र इदानीं सूत्रे तत्र सत्पुरुषः इति पदं न अभविष्यत् चेत्, इत्युक्ते समानाधिकरणः कर्मधारयः इति एव अस्ति चेत् तेन कीदृशी समस्या भवति, इत्युक्ते किमर्थं तत्र तत्पुरुषः इति स्थापितः सूत्रे पाणिनिना? इत्युक्ते अत्र तत्पुरुषः उत्तरपदप्रधानः अस्ति इति कारणेन. कर्मधारयः उत्तरपदप्रधानः? हा हा, न तथा नास्ति. यतोहि पूर्वमेव कर्मधारयः तु विशेषणं विशेषेण बहुलम् इत्यस्मिन् एव तत्पुरुषः इति आगतं खलु, तेनैव उत्तरपदप्राधान्यत्वम् इति वक्तुं शक्नुमः. पुनः तत्र समानाधिकरणः कर्मधारयः इत्यत्र तत्पुरुषः इत्यस्य आवश्यकता का इति प्रश्नः आगच्छति खलु, तदेव प्रश्नः इदानीं. तत्र किमर्थं चेत् तत्र पाचिकाभार्या इति पाचिकाभार्यः इति यत् समासः भवति, समासः अस्ति पाचिकाभार्या यस्य सः इति पाचिकाभार्यः खलु. इदानीं पाचिका अपि च भार्या द्वयोः पदयोः अपि समानाधिकरण्यम् अस्ति, इत्युक्ते पाचिका यस्यां महिलायाम् अस्ति पाचिकात्वम् इति, तस्यां महिलायाम् एव भार्यात्वमपि अस्ति इति कृत्वा तत्रापि समानाधिकरण्यम् अस्ति द्वयोः पदयोः मध्ये. परन्तु तत्तु बहुव्रीहिसमासः खलु, इत्युक्ते तत्र उत्तरपदप्राधान्यम् अपि नास्ति, पूर्वपदप्राधान्यं नास्ति, प्रायः अन्यपदप्राधान्यं स्यात् इति बहुव्रीहिसमासस्य प्रसङ्गः खलु इति कृत्वा. यस्य इत्यनेन तत्र लिङ्गपरिवर्तनं भवति, परन्तु तत्र पाचिका भार्या तयोः पदयोः अपि समानाधिकरणम् अस्ति इति कृत्वा तत्रापि समानाधिकरणः कर्मधारयः इत्येव अस्ति चेत् तत्रापि कर्मधारयः इति आपतति इति कृत्वा तत्र कर्मधारे. परन्तु कर्मधारयसमासे यथा भवान् उक्तवान् तत्पुरुषसमासे एव उत्तरपदप्राधान्यम् अस्ति इति कृत्वा कर्मधारयसमासः तत्पुरुषः इत्यस्य प्रभेदः इति कथनार्थं तत्र तत्पुरुषः समानाधिकरणः कर्मधारयः इति तत्रापि तत्पुरुषः इत्यस्य पदस्य उल्लेखः अस्ति. एकवारं वदतु भगिनि. इत्युक्ते अत्रापि पाचिका भार्या इति द्वयोरपि अत्र समानाधिकरण्यम् अस्ति, परन्तु अत्र अन्यपदप्राधान्यम् एव अस्ति अत्र. सत्यम्. अतः हा, अत्र पुष्पा भगिनी, अत्र पाचिका अपि च भार्या तयोः अपि समानाधिकरण्यम् अस्ति, यतोहि पाचिका भार्या मध्ये तत्र एकार्थबोधकत्वं समानविभक्तिकत्वम् इति अस्ति. परन्तु अत्र तु बहुव्रीहिसमासः न तु तत्पुरुषसमासः अथवा कर्मधारयः इति कृत्वा तादृश कर्मधारयः तत्पुरुषसमास तत् बहुव्रीहिसमासे तु अन्यपदप्राधान्यम् अस्ति, कर्मधारयसमासे तु तत्पुरुषसमासे एव उत्तरपदप्राधान्यम् अस्ति इति कृत्वा तत्पुरुषः इत्यस्य उल्लेखः अस्ति, येन वयं ज्ञातुं शक्नुमः कर्मधारयः इति तत्पुरुषसमासस्य प्रभेदः इति. इत्युक्ते अन्यत्र यत्र बहुव्रीहिसमासः अस्ति तत्र तादृश सामानादिकरणीयम् अस्ति चेत् तत्र कर्मधारयसमासः इत्यस्य प्रसङ्गः न आगच्छति. नास्ति, तत्तु पाचिकाभार्यः सामानादिकरण्यं अस्ति न पाचिकाभार्या तयोः समानाधिकरण्यम् अस्ति खलु, तत् तत् समानाधिकरण्यम् अस्ति. पाचिकाभार्यः इति वदनेन बहुव्रीहिसमासः, तत्तु पाचिका तु स्त्रीलिङ्ग, भार्यः तु तत्तु तथा नास्ति भगिनि, तदेव उक्तवती. पाचिकाभार्यः पुल्लिङ्ग, पुल्लिङ्ग पाचिकाभार्या भार्यः तु पुल्लिङ्गं सूचयति. हा, पाचिकाभार्यः इति कश्चन पुरुषः, यस्य भार्या पाचिका, तर्हि पाचिकाभार्या यस्य सः पाचिकाभार्यः इति इति बहुव्रीहिसमासः. अस्तु, तर्हि सुनील् महोदय तत्र अन्तिमपरिच्छेदं पठित्वा समापयामः. प्रायः उत्तरपदप्रधानः तत्पुरुषः किमर्थम् उक्तम् इति चेत् पञ्चनवतिप्रतिशतं तथा कुत्रचिदेव उत्तरपदप्रधानः न. नरः व्याघ्रः इव नरव्याघ्रः इति पूर्ववदप्रधानः, किन्तु आधिक्येन तत्पुरुषः उत्तरपदप्रधानः इति कृत्वा स्वभावेन उत्तरपदप्रधानः न्याये उत्तरपदप्रधानः न्याये तदुच्यते लक्षणशब्देन तथा न, किन्तु स्वभावेन उत्तरपदप्रधानः. अत्र उत्तरपदप्रधानः तत्पुरुषः किमर्थम् इति चेत् अत्र बहुत्र अत्र उत्तरपदप्रधानः एव सन्ति, केवलं यदा कदा एव तादृशं नास्ति इति. अतः नरः व्याघ्रः इव इति स्थाने अत्र नरव्याघ्रः इति पूर्ववदप्रधानः, परन्तु अन्यत्र अधिकपक्षं तत्पुरुषः उत्तरपदप्रधानः इति स्वीकृत्य न्यायलक्षणे अपि न्यायशब्द लक्षणशब्दे अपि एवम् उत्तरपदप्रधानः इति अस्ति. अतः उत्तरपदप्रधानः तत्पुरुषः इति. इत्युक्ते तत् न त न्याये अस्ति इति न, तत्र न्याये तत्र लक्षणम् इत्यनेन यद् वदामः तत्र अस्माकं न्यायप्रसङ्गे न्यायशास्त्रे यदा वयं तत्र लक्षणवाक्यम् इति दृष्टवन्तः खलु, गन्धवती पृथ्वी इति अस्ति चेत् तत्र पञ्चनवति शतं पञ्चनवतिप्रतिशतं तथा अस्ति, पृथ्वी गन्धवती अस्ति, अन्यस्मिन् सन्दर्भे नास्ति इति नास्ति खलु. इत्युक्ते तत्र वयं लक्षणस्य प्रसङ्गे तत्र त्रिविधाः दोषाः इत्यपि दृष्टवन्तः, स्मरति वा? तत्र अतिव्याप्ति अव्याप्ति अपि च असम्भवदोष असम्भवदोषाः इति. तर्हि तत्र लक्षणपदेन तथा भवतु, सर्वदा भवतु, तस्मिन्नेव प्रदेशे भवतु इत्यपि अस्ति खलु. अन्यत्र इत्युक्ते पृथ्वी गन्धवती इति वदामः चेत् गन्धः इति भावः, गन्धवत्वं केवलं पृथिव्याम् अस्ति, अन्यत्र नास्ति. पृथिव्यां सर्वत्र सर्वदा अस्ति, असम्भवदोषः इत्युक्ते पृथिव्यां न भवति इत्यपि तादृशदोषः अस्ति नास्ति इति तादृशम् अस्ति लक्षणवाक्यं न्यायशास्त्रे. परन्तु व्याकरणे तथा नास्ति. इत्युक्ते यदा वयं प्रायः उत्तरप्राधान्यः इति वदामः चेत् तत्र सर्वदा तत्पुरुषः इत्युक्ते उत्तरपदप्राधान्यः इति नास्ति. तत्र तदर्थमेव प्रायः इति वदामः. इत्युक्ते तत्र आधिक्येन तथा अस्ति, परन्तु यत्र कुत्रापि तथापि न स्यात्. यथा तत्र उदाहरणं दत्तमस्ति नरः व्याघ्रः इव, नरव्याघ्रः इत्यत्र यद्यपि तत् तत्पुरुषसमासः अस्ति, परन्तु अत्र पूर्वपदप्राधान्यम् अस्ति, न तु उत्तरपदप्राधान्यम् इति प्राधान्यम् इति. अस्तु, तर्हि अत्र प्रश्नः अस्ति. अपि च शुकोन महोदय, क्षम्यतां, भवतः चिन्तनम् आसीत् खलु, इदानीमपि अस्ति वा अथवा प्रश्नस्य उत्तरं प्राप्तं? नास्ति इदानीं तत्र दलसार्थक्यं किञ्चित् चिन्तनं कुर्मः इति प्रायः अग्रिममपि कृत्वा अहं चिन्तयामि मनसि दलसार्थक्यं कथम् इति. प्रश्नः अस्ति चेत् अग्रिमवर्गे पृच्छामि. अस्तु महोदय, निश्चयेन. हा, तर्हि धन्यवादः सर्वेषां. शुभाशयाः. हा, धन्यवादः सर्वेषाम् अपि. दीपावलिपर्वणः शुभाशयाः.